सर्वेभ्यः नमस्कारः. अस्माकं पाणिनीयसमासचिन्तनवर्गे सर्वेषां सुस्वागतम्. इदानीं प्रार्थनां कुर्मः, तदनन्तरं वर्गं प्रति गच्छेम. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनीं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. येनाक्षरसमाम्नायम् अधिगम्यमहेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. अथ माहेश्वराणि सूत्राणि ऐ ऊण् ऋलुक् एवोङ्ग ऐ औच् अयवरट् लन् ञामाङ्गणनम् जभै घडदश् जब घडदश् खफ चठथ चटतौ कपै शशसर् हल् इति माहेश्वराणि सूत्राणि. अस्तु, कृपया सूत्रपाठपुस्तकं स्वीकुर्वन्तु. अस्तु, अधुना भगिनि अनुवदति वा? आम् महोदय. ध्वनिः अधिकः अस्तु. अस्तु, भवतु. म्यूट् मध्ये भवति महोदय. तदपि ध्वनिः अस्ति. इदानीं भवती म्यूट् मध्ये अस्ति चेत् रोहिणी भगिनी म्यूट् मध्ये भवतु. रोहिणी भगिनी, अरुणा भगिनी इदानीम् आगच्छतु. तथापि इदानीं वदतु. अस्तु, पश्यामः. समर्थपदविधिः वदतु. समर्थः पदविधिः. समर्थः पदविधिः. समर्थः पदविधिः. शुभान् मन्त्रिते पराङ्गपत्स्वरे. मन्त्रिते पराङ्गपत्स्वरे. शुभामन्त्रिते. शुभामन्त्रिते. शुभामन्त्रिते. शुभामन्त्रिते. पराङ्गपत्स्वरे. पराङ्गवत्स्वरे. पराङ्गवत्स्वरे. प्राक्कडारात् समासः. प्राक्कडारात् समासः. प्राक्कडारात् समासः. सहसुपा. सहसुपा. सहसुपा. अव्ययी भावः. अव्ययी भावः. अव्ययी भावः. अव्ययं विभक्तिसमीपसंवृद्धि. अव्ययं विभक्तिसमीपसमृद्धि. अव्ययं विभक्तिसमीपसमृद्धि. वृद्धिरर्थाभावत्ययसम्प्रति. वृद्ध्यर्थाभावत्ययासम्प्रति. वृद्ध्यर्थाभावत्ययासम्प्रति. शब्दप्रादुर्भावपश्चाद्यथानुपूर्व्य. शब्दप्रादुर्भावपश्चाद्यथा अनुपूर्व्य. शब्दप्रादुर्भावपश्चाद्यथा अनुपूर्व्य. तत्र यथा अनुपूर्व्य, यथा अनुपूर्व्य इति अस्ति, सन्धि मिलित्वा वदतु. यथा अनुपूर्व्य इति वदतु. अस्तु. यौगपद्यसादृश्यसम्पत्ति. यौगपद्यसादृश्यसम्पत्ति. यौगपद्यसादृश्यसम्पत्ति. साकल्यान्तवचनेषु साकल्यान्तवचनेषु साकल्यान्तवचनेषु यथा सादृश्ये यथा सादृश्ये यथा सादृश्ये यावदवधारणे यावदवधारणे यावदवधारणे सुप्रतिनामात्रार्थे सुप्रतिनामात्रार्थे सुप्रतिनामात्रार्थे अक्षशलाकासङ्ख्याः परिणा अक्षशलाकासङ्ख्याः परिणा अक्षशलाकासङ्ख्याः परिणा तादृशं न वदतु भगिनि अक्षशलाकासङ्ख्याः परिणा सङ्ख्याः एफ् एफ् इति श्रोतव्यम् अक्षशलाकासङ्ख्याः परिणाख्याः परिणा विभाषा भाषा विभाषा धन्यवादः उषा भगिनि श्रूयते वा महोदय विभाषा विभाषा विभाषा अपपरिबहिरञ्च वः पञ्चम्या अपपरिबहिरञ्च वः पञ्चम्या अपपरिबहिरञ्च वः पञ्चम्या अपपरिबहिरञ्च वः पञ्चम्या अपपरिबहिरञ्च वः पञ्चम्या अपपरिबहिरञ्च वः पञ्चम्या आङ् मर्यादाभिद्योः आङ् मर्यादाभिविद्योः आङ् मर्यादाभिविद्योः लक्षणेनाभिप्रति आभिमुख्ये लक्षणेनाभिप्रति आभिमुख्ये लक्षणेनाभिप्रति आभिमुख्ये अनुर्यत्समया अनुर्यत्समया अनुर्यत्समया यस्य चायामः यस्य चायामः यस्य चायामः तिष्ठद्गुप्रभृतीनि च तिष्ठद्गुप्रभृतीनि च तिष्ठद्गुप्रभृतीनि च पारे मध्ये षष्ट्या वा पारे मध्ये षष्ट्या वा पारे मध्ये षष्ट्या वा सङ्ख्यावंश्येन सङ्ख्यावंश्येन सङ्ख्यावंश्येन नदीभिश्च नदीभिश्च नदीभिश्च तत्र नदीभिश्च नदीभिश्च महोदय नदीभिश्च नदीभिश्च अन्यपदार्थे च संज्ञायाम् अन्यपदार्थे च संज्ञायाम् अन्यपदार्थे च संज्ञायाम् धन्यवादः अस्तु अत्र अस्माकं मुख्यविषयः अस्ति अत्र चर्मणः समीपम् इति नपुंसकलिङ्ग चर्मण चर्मणपद समस्तपद संज्ञातं सुबन्तेन समीपार्थे उप इति अव्ययं समस्यते चेत् किं कार्यं भवति कानि कार्याणि भवन्ति इति वयं पश्यन्तः स्म इदानीं अत्र रूपद्वयं भवति रूपद्वयं तत्र रूपद्वयं किम् इति सरला भगिनी वदति वा उपचर्म उपचर्मम् उपचर्म उपचर्म उत्तमं भगिनी तत्र यदा रूपद्वयं भवति तत्र वैकल्पिकम् इति वदामः. केवलम् एकमेव रूपमस्ति चेत् तत्र विकल्पं किमपि नास्ति इति कृत्वा वैकल्पिकेन एकं रूपं भवति. मुख्यरूपम् एकम् अस्ति, अनन्तरं वैकल्पिकेन द्वितीयरूपं भवति. तत्र केन सूत्रेण तत्र वैकल्पिकरूपं भवति इति गीताभगिनी वदति वा? प्रक्रियाद्वयं भवति. नमस्ते महोदय. नपुंसकात् अन्यतरस्याम् नपुंसकात् अन्यतरस्याम् इति सूत्रेण तत्र वैकल्पिकरूपं भवति. इदानीं नपुंसकात् अन्यतरस्यां, धन्यवादः भगिनि, नपुंसकात् अन्यतरस्याम् इति सूत्रं तत्र प्रवर्तते चेत् किं कार्यं भवति? विनयं महोदय वदति वा? किं कार्यं वाक्यद्वयेन वक्तव्यं, वाक्यद्वयं वाक्यत्रयं तावदेव, दृगत् मास्तु. वाक्यद्वयम् अपि वयं मुख्यकार्यं किं सूत्र तत्र नपुंसकादन्यतरस्यां प्रवर्तते चेत् मुख्यकार्यं किं? मुख्यकार्यम् अत्र टच् विधानम् अस्ति. तदेव टच् विधानं, सत्यं महोदय, धन्यवादः. तत्र मुख्यकार्यमस्ति टच् विधानम्. इदानीं टच् प्रत्ययः, धन्यवादः महोदय, इदानीं टच् प्रत्ययः विधीयते चेत् तदनन्तरं किं भवति इति गोमतीभगिनी वदति वा? प्रयत्नं करोमि महोदय. सर्वे प्रयत्नं कुर्वन्तः एव भगिनि, चिन्ता नास्ति. दोषः अस्ति चेत् अहमपि दोषं करोमि एव. उपचर्मन् योगः टच्. टच् टच् इति प्रत्ययस्य चुटु हलन्द्या न सर्वं वदति चेत् सम्यक् गच्छति. इदानीं तत्र टच् प्रत्ययं योजयामः, मुख्यकार्यं किं तत्र? टच् प्रत्ययं नकारात् हलन्दपदम् अजन्तपदं भवति. अनन्तरम् अजन्त अजन्त किं भवति तत् केन सूत्रेण? अदन्तकार्य टच् अस्ति, टच् रुक्त भवति, अन्वर्ण अकारशिष्यते. इदानीं किं भवति? अकारशिष्यते, अकारनिमित्तीकृत्य धसज्ञा भवति. उपचर्मन् इति पदस्य इति अङ्गस्य भसज्ञकस्य टि लोपः भवति, टेः लोपः भवति. नष्ट तद्धिते इति सूत्रेण, तावदेव, नष्ट तद्धिते इति सूत्रेण, नष्टद्धिते नष्ट न नष्टद्धिते नष्टद्धिते इति सूत्रेण तत्र तत्र टेः लोपः भवति, टेः लोपः भवति. अस्तु, इदानीम् एकनिमिषं, धन्यवादः, धन्यवादः. तदनन्तरं किं भवति? अकारान्तः अस्ति इति कृत्वा तत्र अत्र शर्मिला भगिनी वदति वा? अकारान्तः अस्ति, अङ्गम् अकारान्तः अस्ति चेत् किं भवति? उपचर्म इति रूपं सिद्ध्यति. अव्ययी भावश्च इत्यनेन अव्ययी अव्ययम् इति संज्ञा भवति. तदनन्तरं पूर्णतया वदति चेत् भगिनि तत्र मुख्य अंशः किं? तत् सारांश एव, सर्वत्र सर्वसोपान सर्वाणि सोपानि वदति चेत् समये भवति. अदन्तं भवति, तदनन्तरं न अव्ययी भावात् अस्तौं तु अभ्यजन्त्य इति सूत्रेण तृतीया च सप्तमी विभक्तौ सर्वासु विभक्तिषु अम् आदेशः भवति पञ्चमी विहाय. तावदेव, वैकल्पिकेन तृतीया सप्तम्यौ तत्र रूपद्वयं भवति, रूपद्वयं भवति तृतीया सप्तम्यौ बहु. तावदेव, तदा उपचर्मम् इति रूपं सिद्ध्यति. अधुना, धन्यवादः भगिनि, अधुना तत्र विकल्पपक्षे तादृशरूपमस्ति. इदानीं विकल्पपक्षं न स्वीकुर्मः, विकल्पपक्षं न स्वीकुर्मश्चेत् किं कार्यं भवति इत्येव अस्माकम् अद्यतनविषयः अस्ति. अत्र अस्माकं मुख्यविषयः तदेव अस्ति. इदानीं करपत्रे तत्र शीर्षकमस्ति यस्मिन् पक्षे नपुंसकादन्यतरस्याम् इत्यनेन टच् इति समासान्तप्रत्ययः विकल्पेन न भवति इति. तत् स्वीकुर्वन्तु कृपया. स्वीकृतवन्तः इति अहं चिन्तयामि. इदानीं पूर्णतया एकवारं पठेम एतद्. अत्र रोहिणी भगिनी भवती आरम्भं करोति वा? केवलं पठतु अलौकिकविग्रहवाक्यं, ततः आरभ्य पठतु. अहं न शक्नोमि. अस्तु भवतु, चिन्ता मास्तु. तत्र इदानीं विनय् महोदय भवान् अलौकिकविग्रहवाक्यं जर्मन् नस् उप चर्मणः षष्ठी भवति, परन्तु चर्मन् शब्द प्रातिपदिकम् अस्ति. तर्हि चर्मनयोग उप समाससंज्ञा प्राकृतकरादसमासः इति सूत्रेण समासप्रत्ययं प्रत्ययः समासस्य अवयवः भवान् अपि कोऽपि दोषः अस्ति. अवयवः नास्ति, अवयवः इति दोषेण अस्ति, अव्ययम् अस्ति. समास न समासान्तप्रत्यये समासान्तप्रत्ययः समासस्य अवयवः इति भवति. अत्र समासस्य अवयवः अवयवः इति भवति. अत्र चेत् अव्ययः दश प्राप्तं, परन्तु अवैभावः इत्यनेन सूत्रेण समस्तपदस्य अवैभाव समाससंज्ञा भवति. अव्ययं भवति समीपस्मृति वृद्धि अर्थाभाव अत्य सम्प्रति शब्दप्रादुर्भाव पश्चाद् यथा अनुपूर्व यौगपद्यसादृश्य सम्पत्ति साकल्यन्तवचनेषु इति सूत्रेण उप इति अव्ययं समर्थेन चर्मणः इति सुमन्तेन सह समस्यते. अव्ययम् अनव्ययं सह समस्यते. चर्मन् योगः नस् योगः उप समासस्य प्रातिपदिकसंज्ञा भवति. तद्धितसमासतः प्रातिपदिकं निर्मातुं कारणे चर्मन् योग चर्मन् योग नस् योग उप इदानीं सुप्रत्ययस्य लुक् लोपः भवति सुपो धातु प्रातिपदिकयोः इत्यनेन, अथ चर्मन् योग नस् योग उप इत्यस्मिन् नस् इत्यस्य लुक् चर्मन् योग उप. तदनन्तरं चर्मन् चर्मन् योग उप सुप्त्यन्तं पदं निर्मितः इत्येन यस्य अन्ते सुप् प्रत्ययः अस्ति तस्य पदसंज्ञा भवति. अत्र च उप इत्यस्य अन्ते सुप् न दृश्यते, तर्हि प्रश्नः वेति यत् तस्य पदसंज्ञा अस्ति न वा. उत्तरमस्ति यत् प्रत्ययलोपे प्रत्ययलक्षणम् इत्येन पदसंज्ञा अस्ति एव. अव्ययात् परस्य सुप् प्रत्ययानां च लुक् भवति अव्ययात् सुप् इति सूत्रेण. मम एक भवान् पूर्णतया पठतु महोदय, तदनन्तरं ओके पठतु. अतः उप् इति अव्ययस्य परस्य सुप् प्रत्ययस्य लोपः जातः, चर्म उप् अवशिष्यते. अत्र तावत् पर्याप्तम्. इदानीम् अहं प्रश्नं पृच्छामि, भवान् वदतु इदानीं केन सूत्रेण तत्र समासंज्ञा भवति? समाससंज्ञा अत्र भवति अवैभावः सूत्रेण समाससंज्ञा भवति, परन्तु प्रथमाध्याये अवैभावच अपि भवति. महोदय एकनिमिषं महोदय, मम प्रश्नस्य उत्तरम् एकमेव अस्ति, एकमेव उत्तरमस्ति. एकनिमिषं, मम प्रश्नः कः समाससंज्ञा केन सूत्रेण विधीयते? केन सूत्रेण विधीयते? यदि आब्वियस्लि भवान् संज्ञा सम्बद्धे वदति तर्हि अवैभावच तत्र तदेव मम प्रश्नस्य उत्तरम् अहं वदामि. प्राकडारसमासः इति सूत्रेण तत्र सामान्यसमाससंज्ञा भवति. इदानीं समासंज्ञा भवति. इदानीं मम प्रश्नः अस्ति, केन सूत्रेण अव्ययीभावसमासः इति संज्ञा भवति, अव्ययीभावः इति संज्ञा भवति? अव्ययीभावः वर्तमानसूत्र तत्पुरुषसूत्रेण पर्यन्तं. महोदय भवान् प्रश्नस्य उत्तरं वदतु महोदय, तदेव अहं प्रार्थयामि. केन सूत्रेण अभिभावसमाससंज्ञा भवति, तदेव मम प्रश्नः. प्राक्कडरात् सामान्यसंज्ञा भवति. अभिभावः इति संज्ञा केन सूत्रेण भवति? अत्र पश्यतु, अव्ययीभावः इति सूत्रमस्ति. प्रथमसूत्रमस्ति प्राकडरसमासः, द्वितीयसूत्रमस्ति अव्ययीभावः, अव्ययीभावश्च न, अव्ययीभावः इति सूत्रमस्ति. अस्माभिः इदानीमेव पठितं तत्र तेन सूत्रेण तत्र अव्ययीभावसंज्ञा विधीयते, केवलं संज्ञा विधीयते. इदानीं संज्ञा केवलम् अव्ययीभावच अविभावतः न इति अविभावः इति सूत्रं संज्ञाविधायकसूत्रं, संज्ञा विधानं करोति. भवान् एकं निमेष, अहं केवलं प्रथमाध्यायसम्बन्धे अवदत्, तर्हि एव अहम् अविभावच महोदय मम प्रश्नस्य उत्तरं ददातु महोदय, तत् पर्याप्तं भवति महोदय. अग्रे पठनार्थं बहु किमपि अस्ति, भव संशयः अस्ति चेत् पृच्छतु तावदेव. परन्तु यदि भवान् अवैभावः सूत्र 241 सूत्रसङ्ख्या आधारेण अव्ययसंज्ञा भवति, तर्हि अहम् अवगच्छामि. अव्यय नाम महोदय अव्ययीभावः इति संज्ञा, अव्ययसंज्ञा नास्ति, अव्ययीभावः. अहं पश्यामि. अव्ययीभाव वयं वदामः. अव्ययीभाव अधिकारसूत्रम् अस्ति. अव्ययीभावः अधिकारसूत्रम् अव्ययीभावः अस्ति. अव्ययीभावः समास सामान्यसंज्ञा भवति. अव्ययीभावः विशेषसंज्ञा अस्ति. एकनिमिषं महोदय, एकनिमिषं. भवता एव पठितं तत्र प्रथमपरिच्छेदे किम् अस्ति. अव्ययीभावः इत्यनेन सूत्रेण समस्तपदस्य अव्ययीभावसमाससंज्ञा भवति इति लिखितमस्ति. भवता एव पठितम् एतद्. अहं द्वितीयपङ्क्ति अस्ति. अव्ययीभावः इत्यनेन सूत्रेण समस्तपदस्य अव्ययीभावसमाससंज्ञा भवति इति अस्ति. अस्तु महोदय, धन्यवादः. अहम् अत्र पठितवान् प्राक् कदरात् समासः प्रथम आगच्छति. तर्हि तत्र किं लिखितमस्ति? समासान्तप्रत्ययः समासस्य अवयवः भवति. अवयव अस्ति इति अस्ति. तत्र समाससंज्ञा भवति प्राक्कडारात् समासः इति सूत्रेण इति लिखितमस्ति. स्पष्टतया लिखितमस्ति. अत्र किमपि क्लेशः नास्ति. इतोपि स्पष्टतया कोऽपि न लिखति. समाससंज्ञा भवति प्राक्कडारसमासः इति सूत्रेण इति अस्ति. अव्ययीभाव इति सूत्रेण समस्तपदस्य अव्ययीभावसंज्ञा भवति इति उक्तमस्ति. अस्तु, अस्तु. गीता भगिनी, आं महोदय. गीता भगिनी श्रूयते वा महोदय? अन्य कोऽपि अन्य सर्वे कृपया म्यूट् मध्ये भवन्तु. श्रूयते. इदानीं समस्तपदस्य तत्र चर्मण्यस्य उप इति अस्ति. तत्र कथं वयं जानीमः उप इति अव्ययं कर्मन् इति पदेन समस्यते? अत्र चर्मन् इति पदम् उप इति अव्ययेन समस्यते इति कथं वयं जानीमः? समीपार्थे अर्थः अस्ति चेत् अव्ययं विभक्ति समीपसमृद्धिः तत्र तत्र वयं जानीमः. प्रथमविभक्तिरूपं तु अव्ययं तत्र अस्ति चेत् तदेव. एकनिमिषं न भवती कार्यद्वयं मेलनं करोति इदानीं. मम प्रश्नस्य प्रश्नः कः? केन सूत्रेण वयं जानीमः उप इति अव्ययं कर्मन् इति पदेन समस्यते? इत्युक्ते तत्र अविविभक्तिसमीपसमृद्धि इति सूत्रेण तत्र समीपार्थे, केवलं समीपार्थे उप इति अव्ययम्, अन्यर्थे उप इति उपयोगं कुर्मश्चेत् तत्र तदा समासः न भवति. केवलं समीपार्थे उप इति अव्ययं कर्मन् इति सुभन्तेन समस्यते. केन सूत्रेण? अव्ययं विभक्तिसमीप इति दीर्घसूत्रेण. इदानीं भवत्या उक्तं यत् प्रथमा विभक्ति तत्सर्वम् अन्यकार्यं, तद् तस्य तदर्थमपि अस्य सूत्रस्य आवश्यकता अस्ति. तु तत् भिन्नकार्यमस्ति. तद् द्वितीयसोपानमस्ति. इदानीं तद् पूर्वप्रयोगः कः, उत्तरप्रयोगः इति निर्णयार्थं तद् भवति. इदानीं केन सूत्रेण केन आधारेण वयं जानीमः समीपार्थे उप इति अव्ययं चर्मन् इति सुबन्तेन समस्यते इति कथं जानीमः इदं सूत्रेण अनेन सूत्रेण इदम् अव्ययं विभक्तिसमीप इति सूत्रेण क्षम्यता तावदेव उत्तरं मम प्रश्नस्य उत्तरम् एकमेव अस्ति तादृशमेव पृच्छामि धन्यवादः एकनिमिषम् इतोपि इदानीं इदानीं अस्तु इदानीं तस्य पदसंज्ञा अस्ति केन सूत्रेण पदसंज्ञा अस्ति तत्र अवयवानां समस्तपदे विद्यमानानाम् अवयवानां पदसंज्ञा भवति केन सूत्रेण सुप्तिगन्तं पदं तस्य आधारी किम् अतिदेशनाति किं सूत्रम् अस्ति परिभाषासूत्रं किं तदर्थम् एकं परिभाषासूत्रमस्ति कथं वयं पदं संज्ञा स्वीकुर्मः चर्मन् अपि च उप इति अस्ति अत्र पदसंज्ञा सुप्तिगन्तम् इति पदेन पदसंज्ञा अस्ति इति वदामः तु तत्र एकं किं परिभाषासूत्रं प्रवर्तते तत् किम् इति वदति वा प्रत्ययलोपे प्रत्ययलक्षणं महोदय प्रत्ययलोपे प्रत्ययलक्षणम् इति परिभाषासूत्रमस्ति तेन सूत्रेण वयं जानीमः यद्यपि तत्र सुप् प्रत्ययानां लोपः भवति तथापि पदसंज्ञा तिष्ठति इत्येव अस्तु अग्रे पठतु महोदय भगिनी चर्मन् उप योग उप अत्र प्रथमनिर्दिष्टम् इति तत् पठतु चर्मन् योगः उप अत्र प्रथमनिर्दिष्टं समास उपसर्जनम् इति सूत्रेण प्रथमया विभक्त्या यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति अत्र समासविधायकसूत्रम् अस्ति अव्ययं विभक्तिसमीपसमृद्धि अर्थभावत्यय सम्प्रति शब्दप्रादुर्भाव अष्टाद्यथानुपूर्व्य योगपद्यसादृश्यसम्पत्ति साकल्यान्तवचनेषु अस्मिन् सूत्रे अव्ययम् इति पदं प्रथमा विभक्तौ अस्ति अतः तस्य उपसर्जनसंज्ञा भवति अधुना उपसर्जनं पूर्वम् इति सूत्रेण उपसर्जनसंज्ञकपदस्य पूर्वनिपातः भवति अत्र उप इति अव्ययं तस्य उपसर्जनसंज्ञा भूत्वा पूर्वनिपातः भवति अग्रे पठतु उपचर्मन् अव्ययीभावश्च इत्यनेन अव्ययीभावसमासेन निर्मितस्य शब्दस्य अव्यय इति संज्ञा भवति उपचर्म इत्यस्य अव्ययसंज्ञा भवति उपचर्मन् इदानीं लिङ्गस्य निर्णयः भवति अव्ययीभावश्च इत्यनेन अव्ययीभावसमासस्य लिङ्गं भवति नपुंसकलिङ्गम् अत्र अग्रे अपि पठतु भगिनि उपचर्मन् योगः सु उपचर्मन् इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति अधुना सुप्रत्ययस्य उत्पत्तिः अत्र अव्ययात् आप्सुपः इति सूत्रेण सुप्रत्ययस्य लोपः भवति सुप्तिङन्तं पदम् इत्यनेन यस्य अन्ते सुप्रत्ययः अस्ति तस्य पदसंज्ञा भवति अत्र च उपचर्मन् इत्यस्य अन्ते सुप् नास्ति तर्हि प्रश्न उदेति यत् तस्य पदसंज्ञा अस्ति न वा? उत्तरमस्ति यत् प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन प्रत्ययस्य लोपानन्तरमपि प्रत्ययस्य लक्षणं तिष्ठति, पदसंज्ञा अस्त्येव. अस्तु भगिनि, सम्भाषणम् इदानीम् अहं प्रश्नं पृच्छामि, वदतु. इदानीं यद्यपि तत्र एकं सोपानं त्यक्तं मया, तत्र केन सूत्रेण विभक्तिप्रत्ययानां लोपः भवति? समासकार्ये समासकार्ये केन सूत्रेण विभक्तिप्रत्ययानां लोपः भवति प्रथमसोपाने? तत्र सुपधातुप्रातिपदिकयोः सुपधातुप्रातिपदिकयोः इति सूत्रेण तत्र प्रत्ययस्य प्रत्ययानां लोपः भवति. इदानीं अस्तु, उपसर्जनं उपसर्जनसंज्ञा उप इति अव्ययस्य कथम् आयाति? उपसर्जनसंज्ञा उप इति अव्ययस्य कथम् आयाति? उपसर्जनं पूर्वम् उपसर्जनसंज्ञा दीर्घसूत्रेण वयं विधीयते. अव्ययं यत् पदमस्ति तत् उपसर्जन इत्युक्ते प्रथमविभक्ति यत् अस्ति तदेव उपसर्जनसंज्ञा स्वीकरोति. तत्र किञ्चित् परिष्कारं कृत्वा एव अवगन्तव्यम्. अत्र किम् इत्युक्ते, यद्यपि तत्र लिखितमस्ति अस्मिन् सूत्रे अव्ययम् इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य उपसर्जनसंज्ञा भवति. अधुना उपसर्जनपूर्वम् इति सूत्रेण उपसर्जनसंज्ञकपदस्य पूर्वनिपातः भवति इति. इत्युक्ते तत्र साक्षात् वयं एतादृशं पठामश्चेत् तत्र अस्माकम् अवगमनं किं भवति? अव्ययम् इति पदस्य सूत्रे अव्ययम् इति पदस्य उपसर्जना अस्ति, तस्य उपसर्जनम् इति अस्ति इत्येव वयं अवगच्छामः. तदनन्तरम् उपसर्जनं पूर्वम् इत्युक्ते तत्र साक्षात् तत्र अव्ययम् इति पदं न, अव्ययम् इति सूत्रे यत् पदम् अस्ति तत् न, तेन लक्षितं पदं. तेन लक्षितं पदं किं? तत्र समासप्रक्रियायां चर्मन् उप इत्यत्र तत्र उप इति पदमेव अव्ययं, तस्य अपि उपसर्जनम् इति संज्ञा अस्ति इति अवगन्तव्यं. तस्यापि उपसर्जनसंज्ञा अस्ति. इदानीम् अव्ययविभक्तिसमीपसमृद्धिः इति सूत्रेण यत् पदं प्रथमया निर्दिष्टम् अस्ति, यत् पदं प्रथमा निर्दिष्टम् अस्ति तद् अव्ययम् इति पदं, तेन पदेन यत् पदं लक्षितम् अस्ति उप इति पदम् इत्युक्ते तत्र इण्डैरेक्ट् काण्टाक्ट् इति वदामः प्रायः. प्रथमम् उपसर्जनम् इति अव्ययम् इति अव्ययम् इति पदस्य दीर्घसूत्रे पद यत्पदम् अस्ति तस्य उपसर्जनं, तदनन्तरम् अव्ययम् इति यत्पदं यत् अव्ययम् इति पदेन यत्पदं लक्षितम् अस्ति, यत्पदं लक्षितम् अस्ति तत्र उप इति पदं, तस्य उपसर्जनसंज्ञा अस्ति इति अपि अवगन्तव्यं. तस्यापि उपसर्जनसंज्ञा अस्ति. तदा एव उपसर्जनं पूर्वम् इति वदामश्चेत् तस्य पूर्वप्रयोगः भवति. यदा वयं न वदामः उप इति पदस्य अव्ययस्य उपसर्जनसंज्ञा अस्ति इति न वदामः तदा तस्य पूर्वप्रयोगः कदापि न भवति. अवगतं वा? आं महोदय. इत्युक्ते सर्वदा वयं किं वक्तव्यम्? अव्ययम् इति प्रथमाविभक्तया यत् पदम् अस्ति तेन पदेन यत् पदं लक्षितम् अस्ति तस्य उपसर्जनसंज्ञा अपि अस्ति इति अपि वक्तव्यम्. अवगतं वा? आं महोदय. दीर्घसूत्रेण यत् एतानि पदानि सर्वे ये अव्ययं निर्दिष्टं ते भगिनि तादृशं नास्ति, तादृशं नास्ति, यथा भवत्या अवगच्छति तादृशं नास्ति। अत्र पश्यतु दीर्घसूत्रे प्रथमविभक्तौ किं पदमस्ति, अव्ययम् इति पदमेव प्रथमविभक्तौ अस्ति खलु, तेन पदेन एव भवति, केवलम् अव्ययम् इति पदेन एव भवति। अन्यानि पदानि यानि सन्ति ते केवलं किं अव्ययं सुभन्तेन समस्यते इत्येव वदन्ति इति कृत्वा अव्ययम् इत्येव पदम् इत्युक्ते तत्र समासशास्त्रे केवलं समासप्रसङ्गे यत्पदं प्रथमाविभक्तौ अस्ति तत्पदम् उपसर्जं प्राप्नोति तेन पदेन यत्पदं लक्षितम् अस्ति इत्युक्ते इस् बीङ्ग् इण्डिकेटेड् बै द वर्ड् दट् इस् इन् फस्ट् केस् अव्ययम् इति फस्ट् केस् मध्ये अस्ति दिस् वर्ड् अव्ययम् इण्डिकेट् सम् अदर् वर्ड् विच् इस् इन् समासप्रक्रिया सो दट् वर्ड् आल्सो गेट्स् उपसर्जनसंज्ञा लक्षितम् इत्युक्ते तादृश अर्थः अस्ति अव्ययम् इति पदेन यत्पदं लक्षितम् अस्ति तस्यापि उपसर्जनसंज्ञा अस्ति इति अवगन्तव्यम् अत्र लिखितं नास्ति इति कृत्वा एव अहं वदामि महोदय एकः प्रश्नः महोदय कथं जानीमः उप एव अत्र आयाति तदनन्तरं दीर्घसूत्रेण एव न महोदय तत् प्रथमसोपाने एव अभवत् खलु भगिनि प्रथमसोपाने किम् उक्तवती भवती तत्तु अभवत् महोदय उप समीपार्थे उप इति अव्ययं समर्थेन सुभन्तेन समस्यते इत्येव तस्य सूत्रस्य अर्थः अवगतं महोदय अस्तु धन्यवादः धन्यवादः महोदय अरुणा भगिनी महोदय प्रश्नं पृच्छामि उत्तरं वदतु कृपया इदानीम् अस्तु अस्तु भगिनि केन सूत्रेण अव्ययम् इति संज्ञा भवति इदानीम् उपचर्मन् इति अस्ति केन सूत्रेण अव्ययम् इति संज्ञा भवति अत्र सामान्यतया किमर्थम् एतादृशं करोमि इत्युक्ते सामान्यतया सोपानेन गच्छामश्चेत् तदा अस्माकं मनसि यत् अस्ति अथवा करपत्रे यत् अस्ति तद्वदामः इदानीं प्रश्नं पृच्छामश्चेत् उत्तरं न आगच्छति भगिनि तत्रैव प्रश्नः केन सूत्रेण अव्ययम् इति दीर्घसूत्रेण इति अहं मन्ये महोदय अव्ययं विभक्ति समीप समृद्धि वृद्धि अर्थाभाव अच्यय अव्ययीभावश्च अव्ययीभावश्च इति सूत्रेण अत्र अत्र अहं प्रश्नानि सोपानेनैव पृच्छामि इतस्ततः न पृच्छामि सोपानेन एव गच्छामः इति कृत्वा तत्र सोपाने अस्ति उपचर्मण् इति अस्ति अतः अव्ययभावश्च इति अव्ययभावसं समासेन निर्मितस्य शब्दस्य अव्यय इति संज्ञा भवति इति लिखितमस्ति अस्तु इदानीं अस्तु इदानीं किम् अभवत् इदानीं सरला भगिनी केन सूत्रेण तत्र उपचर्मन् योगसु इत्यत्र सुप् विभक्ति प्रत्ययानां लोपः भवति अव्ययात् आप्सुपः इति सूत्रेण तत्र सुप् विभक्तिप्रत्ययानां लोपः भवति इदानीं तत्र इदानीं तत्र उपचर्मन् इति अस्ति, अग्रे पठति वा उपचर्मन् नलोपप्रातिपदिकान्तस्य? अस्तु, उपचर्मन् न लोपः प्रातिपदिकान्तस्य अष्टमाध्यायस्य द्वितीयपादे सप्तम सूत्रम् इत्यनेन प्रातिपदिकसंज्ञापदस्य अन्ते विद्यमानस्य नकारस्य लोपः भवति, उपचर्म इति समस्तपदं सिद्ध्यते, उपचर्म इति एव रूपं भवति सर्वासु विभक्तिषु. अत्र वदति उपचर्म न लोपप्रातिपदकान्तस्य अनेन सूत्रेण प्रातिपदिकसंज्ञापदस्य नकार यत् अस्ति तस्य लोपः भवति. उपचर्मन् इत्यस्य प्रातिपदिकसंज्ञा अपि अस्ति, पदसंज्ञा अस्ति. चर्मन् उपचर्मन्योगसु यदि अव्ययात् आप्सुप इति सूत्रेण तस्य विभक्तिलोपः अभवत्, तस्य सुप्तिङ्गं पदम् अनेन पदसंज्ञा आगच्छति. पूर्वम् उपचर्मन् तस्य प्रातिपदिकसंज्ञा वयं पूर्वं प्रथमा इति एकनिमिषं तत्र न लोपप्रातिपदिकान्तस्य इति सूत्रं किं वदति इति एकवारं पश्येम, तदा स्पष्टः भवति. तदा कानिचन प्रश्नानि पृच्छामि, तदा उत्तरं वदतु. अस्तु, इदानीं न लोपप्रातिपदिकान्तस्य इति सूत्रम् अधोभागे लिखितम् अस्ति, किञ्चित् पठति वा? अस्तु, न लोपप्रातिपदिकान्तस्य अष्टमाध्यायस्य द्वितीयपादे सप्तसूत्रं प्रातिपदकसंज्ञकपदस्य अन्ते विद्यमानस्य नकारस्य लोपः. न लुप्तषष्टिकं पदं लोपः प्रथमान्तं प्रातिपदिकलुप्तषष्टिकं पदम् अन्त्यस्य षष्ट्यन्त्यम् अनेकपदमिदं सूत्रं. पदस्य इत्यस्य अधिकार अनुवृत्तिसहितसूत्रं प्रातिपदिकस्य पदस्य अन्तस्य नः लोप. यत् पदस्य प्रातिपदिकसंज्ञा अपि अस्ति, पदसंज्ञा अपि अस्ति, तत्पदे यदि नकार अन्ते अस्ति तत् नकारस्य लोप भवति. अत्र न लोप इति नकार अस्ति, तस्य अकार इति लुप्तषष्ठी केवलं सूत्रे इति प्रदर्शनार्थम् इति दत्तमस्ति. तस्य षष्ठी विभक्ति भूत्वा न इति आगच्छति, न लोप इति अस्ति. प्रातिपदकस्य पदस्य अन्तस्य नः लोप इति आगच्छति. नः लोपः प्रातिपदिकान्तस्य इति अस्ति. अनेन सूत्रेण किं भवति? उपरि गच्छ. अनेन सूत्रे उपचर्मन् यत् अस्ति उपचर्मन् तस्य वयं प्रातिपदिकसंज्ञा अपि पदसंज्ञा आप्नुवन्तः. तस्य नकारस्य अन्ते नकार अस्ति, तस्य लोपः भवति, उपचर्म इति अवशिष्यते. उपचर्म इति अवशिष्यते अदन्तम् अङ्गम् आगच्छति. किमर्थम् अत्र मम प्रश्नः अस्ति, किमर्थम् अत्र प्रत्ययलोपे प्रत्ययलक्षणम् इति वदामः? किमर्थम् अस्यां प्रक्रियायां तस्य प्रसक्तिः का? प्रत्ययलोपे प्रत्ययलक्षणं यदि अव्ययात् आप् सुप् आगत्य तस्य सुप् तस्य लोप अभवत्, इदानीं प्रत्ययलोपे प्रत्ययलक्षणं तदनन्तरम् आगत्य तस्य प्रसक्तिः न भवति. प्रत्ययलोपे प्रत्ययलक्षणं तस्य प्रसक्तिः यदि पदसंज्ञा अस्ति तत्र आगच्छति, किन्तु अत्र न लोपप्रातिपदिकान्तस्य कृते तत्र प्रत्ययलोपे प्रत्ययलक्षणं तत् न आगच्छति तस्य. इदानीं प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रं न प्रवर्तते, किं भवति? किं भवति? उपचर्म इति अवशिष्यते, तस्य पदसंज्ञा अस्ति, प्रातिपदिक संज्ञा अपि अस्ति, अकार अन्ते अस्ति. मम प्रश्नः किञ्चित् भिन्नम् अस्ति. उपचर्मन् योगसु इति अस्ति, उपचर्मन् इति सु अत्र अव्यातापसुपः इति सूत्रेण सुप् लुप्तः भवति. इदानीं प्रत्यलोपे प्रतिलक्षणं न प्रवर्तते चेत् किं भवति? न प्रवर्तते किं भवति? न प्रवर्ते अत पदसंज्ञा न आगच्छति यदि प्रत्यलोपे प्रत्यलक्षणं न तदा किं भवति? तदा किं भवति? उपचर्मन् इति केवलं प्रातिपदिक एव भवति, तदा अदन्तम् अङ्गम् इति न आगच्छति, नकारान्तपदं भवति तत्र. नकारान्त न लोपप्रातिपदिकान्तस्य न कार्यं करोति. सुप् इति तस्य प्रातिपदिकसंज्ञा अपगच्छति वा? केवलं प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रेण इदानीं न कार्यं करोति चेत् तस्य प्रातिपदिकसंज्ञा तिष्ठति खलु? प्रातिपदिकसंज्ञा तिष्ठति, पदसंज्ञा एव न भवति. यदि प्रत्ययलोपे प्रत्ययलक्षणं कार्यं न करोति, पदसंज्ञा न भवति. इदानीं तदा नलोपप्रातिपदिकान्तस्य इति सूत्रं प्रवर्तते वा? यदि पदसंज्ञा न भवति तदा न प्रवर्तते, कारण कि तस्य निमित्तमस्ति प्रातिपदिकसंज्ञा पदसंज्ञा अपि भवेत्. कथं जानीमः तत्र नलोपप्रातिपदिकान्तस्य पदस्य इति एव नास्ति खलु सूत्रे? सूत्रे अस्ति प्रातिपदिक स्य अपि पदस्य अन्तस्य संज्ञा अस्ति साधु इति सूत्रं वदति. नलोपप्रातिपदिकान्तस्य इत्येव अस्ति खलु तत्र सूत्रे, कथं वयं जानीमः तत्र पदस्य आवश्यकता अस्ति? अत्र प्रातिपदिकान् पदस्य अति अधिकारः अस्ति तत्र. पदस्य अधिकारः अस्ति इति कृत्वा तत्र पदस्य इति सत्यं पदस्य इति अधिकारे अस्ति. पदसंज्ञा न भवति चेत् नलोपप्रातिपदिकान्तस्य इति सूत्रं न प्रवर्तते इति कृत्वा एव तत्र प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रं तत्र प्रवर्तेत. अवगतं वा? अत्र यस्य कस्यापि संशयः अस्ति वा किमर्थं प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रेण पदसंज्ञा भवति इति किमर्थम् इत्युक्ते तत्र तदा एव नलोपप्रातिपदिकान्तस्य इति सूत्रं प्रवर्तते. नलोपप्रातिपदिकान्तस्य इदानीं पुस्तकं स्वीकुर्मश्चेत् पुस्तके अस्ति अष्टमाध्याये, पूर्वं दृष्टवन्तः अष्टमाध्याये द्वितीयपादे तत्र एकत्रिंशत्यधिक एकशतं तमपुटे तत्र नलोपः इति अस्ति शीर्षकं द्वितीयस्तम्भे. तत्र पूर्वतासिद्धम् इति अपि अस्ति अधिकारः. कथं वयं जानीमः तस्य पदस्य इति अधिकारः अस्ति इत्युक्ते पूर्वस्मिन् पुटे नवविंशत्यधिक एकशततमे पुटे तत्र द्वितीयस्तम्भे अधोभागे तत्र पदस्य इति पदस्य अधिकारः इतः आरभ्य अन्तिमसूत्रपर्यन्तं पदस्य इति अधिकारस्य प्रसक्तिः अस्ति इति कृत्वा तत्र पदसंज्ञा भवेत् केन सूत्रेण तत्र पदसंज्ञा तिष्ठति इत्युक्ते प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रेण तत्र परिभाषासूत्रेण. यद्यपि सुप्रत्ययस्य लोपः भवति तदापि पदसंज्ञा तिष्ठति इति वयं अवगच्छामः. अवगतं वा? अस्तु, यस्य कस्यापि संशयः अस्ति चेत् पृच्छन्तु. क्षम्यतां महोदय, पुटसङ्ख्या किं? क्षम्यतां महोदय. ओ, तत्र सूत्रस्य वा? आम् महोदय, सूत्रस्य अस्ति इदानीम् अस्माकं मुख्यविषयः अस्ति. इदानीमेव अत्र प्रवेशयामः. अस्तु, अत्र अत्र पश्यतु, पुस्तके एव वयं पश्यामः, अष्टमाध्याये द्वितीयः पादे इति लिखितमस्ति, पूर्वत्रासिद्धात् सिद्धत्वाधिकारः इति लिखितमस्ति. पूर्वत्वसिद्धत्वाधिकारः इत्युक्ते किं? पूर्वत्रासिद्धम् इति प्रथमं सूत्रमस्ति, अधिकारसूत्रमस्ति. तत्र नलोपप्रातिपदिकान्तस्य इति सूत्रं पूर्वत्र सिद्ध इति अधिकारे अस्ति. यदा पूर्वत्र सिद्धे सूत्रमस्ति चेत् किं भवति, तस्य प्रभावः कथं भवति इति एव अस्माकम् इदानीं मुख्यचर्चा. अधुना प्रश्नः उदेति इदानीं तत्र उषा भगिनी श्रूयते वा? भवती पठति वा अधुना प्रश्नः उदेति? अधुना प्रश्नः उदेति यत् उपचर्म इति अदन्तम् अस्ति, अतः न अव्ययीभावात् अतोंस्वपञ्चम्याः इति सूत्रस्य प्रसक्तिः स्यात्. अत्र वार्ता इदानीं प्रश्नः कः इति किञ्चित् वदतु. नलोपप्रातिपदिकान्तस्य सूत्रेण अन्तिमनकारः लोपः भवति उपचर्म. सत्यं, वदतु. सो उपचर्म इति पदं सिद्ध्यति. उपचर्म इति पदम् अदन्तपदम्. अदन्तपदं चेत् न अव्ययीभावात् अतोंत्वपञ्चम्याः इति सूत्रं प्रसक्तिः अस्ति वा इति डिस्कशन् प्रश्न. अस्तु, चर्चा अस्ति. अत्र वार्ता द्वयम् अस्ति. न अव्ययीभावात् अतोंत्वपञ्चम्याः इति सूत्रस्य चिन्तनं कदा भवति? यदा अव्ययीभावसमासस्य अन्ते अदन्तम् अस्ति, तदा न अव्ययीभावात् अतोंत्वपञ्चम्याः इति सूत्रं कार्यं करोति, येन सुब्लोपः निषिध्यते, अपि तु अम् आदेशः विधीयते पञ्चमी विहाय. अत्र परिस्थितिः तादृशी अस्ति वा? उपचर्मन् योगः सु इत्यत्र तु अङ्गम् अदन्तम् एव नास्ति, इत्यतः न अव्ययीभावात् अतोंत्वपञ्चम्याः इति सूत्रस्य चिन्तनमेव न कार्यम् इति कृत्वा अव्ययीभावसमासात् सुप्रत्ययस्य लुप् भवति अव्ययात् आप् सुपः इति सूत्रेण. अस्तु, अत्र एतत् किञ्चित् वदतु भगिनि, किम् अवगतं भवत्या? कदा नाव्ययीभावात् अस्तु, इदानीं नाव्ययीभावात् अतोंत्वपञ्चम्यः कदा कार्यं करोति? न अव्ययीभावात् अतोंत्वपञ्चम्याः सूत्रं सुप् अव्ययीभावात् आप्सुपः इति सूत्रेण सुप् लुक् भवति. न अव्ययीभावात् अतोंत्वपञ्चम्याः सूत्रं सुप् लुक् निषिध्यते. सुप् लुक् निषिध्यते एण्ड् अदन्त अङ्गं चेत् अम् आदेशः सुप्रत्ययस्य स्थाने अम् आदेशः भवति पञ्चमी विभक्तिविहाय. उपचर्म नलोपप्रातिपदिकान्तस्य इति सूत्रस्य अनन्तरं न अव्ययीभावात् अतोंत्वपञ्चम्याः डसन् डू द कार्यं, डसन् केनाट् डू. इदानीं एकनिमिषं, तस्य उत्तरम् इदानीं न उक्तमस्ति. अत्र किम् उक्तमस्ति? उपचर्मयोगसूक्तेव इत्येव स्वीकृतम्, उपचर्म इति न स्वीकृतम्. अत्र उपचर्मन् योगसु इति अस्ति चेत् न विभाव तत्त्वं तु पञ्चम्याः कारं न करोति. किमर्थम् इत्युक्ते अङ्गमेव नास्ति, अदन्तमेव नास्ति इति कृत्वा तत् सूत्रं न कार्यं करोति. तदेव अत्र मुख्यवार्ता. अदन्तम् अङ्गं भवेत् तदा एव तस्य कार्यस्य आवश्यकता प्रसक्तिः भवति, प्रसक्तिः अस्ति. इदानीम् अदन्तम् अङ्गमेव नास्ति. उपचर्मण्योगसु इत्यत्र अदन्तम् अङ्गमेव नास्ति. तदा अव्ययवात् आप्तुपः अव्ययात् आप्तुपः इति सूत्रेण सुप्लुक् भवति. अग्रिमे अग्रिमपरिचयम् इदानीं सुप्रत्ययस्य लोपः जातः. तत्पश्चात् उपचर्मन् इति प्रातिपदिकान्तस्य पदस्य अन्ते विद्यमानस्य नकारस्य लोपः जातः नलोपप्रातिपदिकान्तस्य इत्यनेन. अधुना उपचर्म इति अदन्तम् इत्यतः न अव्ययीभावात् अतोऽन्तपञ्चम्याः इति सूत्रस्य प्रसक्तिः स्यात् इति चिन्तनं दोषपूर्णम्. नलोपप्रातिपदिकान्तस्य इत्यनेन सूत्रेण कार्यं करोति. न पदस्य अन्ते नकारः उपचर्मन् इति पदस्य अन्ते नकारः लोपः भवति. तदनन्तरं न अव्ययीभावात् अतोऽन्तपञ्चम्याः इति सूत्रं कार्यं न करोति. न अव्ययीभावात् अतोऽन्तपञ्चम्याः इति सूत्रस्य प्रसक्तिः स्यात् इति चिन्तनं दोषपूर्णम् इति उच्यते. न अव्ययीभावात् अतोऽन्तपञ्चम्याः इति सपादशब्दाध्यायी सूत्र, नलोपप्रातिपदिकान्तस्य इति सूत्र त्रिपादिसूत्र. भवतु भगिनि, अग्रे तत् आयाति सर्वं. धन्यवादः. अस्तु, तत्र तस्मात् पूर्वं त्रिपादिसूत्रं किं कथं जानीमः, त्रिपादि इत्युक्ते किं, सपादशब्दाध्यायी इत्युक्ते किम्, एतत् सर्वम् अवगन्तव्यम्. तत्र पूर्वत्रसिद्धम् इति सूत्रमस्ति. पूर्वत्रसिद्धं तत्र एकनिमिषं भगिनि, धन्यवादः. तत्र विनय् महोदय. आं महोदय. पूर्वत्र सिद्धम् इति लिखितमस्ति, तत् पठति वा? पूर्वत्र असिद्धम् अहं पश्यामि. अथ अधोभागे अस्ति अनेन सूत्रेण. सम्यक्. पूर्वत्र असिद्धम् अष्ट अध्याय द्वितीयपाद प्रथम एक संख्या सूत्र अस्ति. अनेन सूत्रेण अष्टाध्यायी इति ग्रन्थः भागद्वय विभजितः. प्रथमाध्यायस्य आरम्भतः अष्टमध्याय प्रथमाध्यायस्य आरम्भतः अष्टम अध्यायस्य प्रथमपादस्य अन्तपर्यन्तं प्रथमभागः. अष्टमध्यायस्य द्वितीय तृतीय चतुर्थ च पादः मिलित्वा द्वितीयभागः. प्रथमभागस्य नाम सपाद सप्ताध्यायी. द्वितीयभागस्य नाम त्रिपाद. अनेन सूत्रेण यानि सूत्राणि तपाद सप्ताध्याय्यां सन्ति तानि प्रति त्रिपाध्यां स्थितानि सूत्राणि प्रसिद्धानि. अपि च त्रिपाध्यां यानि सूत्राणि पूर्वं सन्ति त्रिपाध्यां यानि सूत्राणि पूर्वं सन्ति तानि प्रति परं स्थितानि सूत्राणि असिद्धानि. त्रिपादसप्ताध्यायीं प्रति त्रिपादसिद्ध त्रिपाध्याम् अपि पूर्वं प्रति परं शास्त्रं सिद्धम्. त्रयाणां पादानां समाहारः त्रिपादे द्विगुसमासः. सप्तानाम् अध्यायानां समाहारः सप्तध्यायी पादेन सहिता सपाद सप्ताध्यायी. पूर्वस्मिन् इति पूर्वत्र न सिद्धम् असिद्धम्. पूर्वत्र अव्ययम् असिद्धं प्रथमान्तं द्विपदं सूत्रम् इदं सूत्रम् अधिकारसूत्रम् अष्टाध्यायाः अन्तपर्यन्तं प्रवर्तते. अतः पूर्वत्र असिद्धम् अष्टाध्यायी विभाजन सपाद सप्ताध्यायी. सपाद अर्थः सप्त अध्यायी अन्तर्गतः अपि च पाद क्वार्टर् सपाद अध्याध्यायी. त्रिपाद अध्याध्यायी केवलं द्वितीय तृतीय चतुर्थः पादानि भवन्ति. अथ त्रिपादी अपि च सपाद सप्ताध्यायी विभाजनं. तदनन्तरं प्रश्नः उदेति यदि अहं वदामि भवान् अहं यदि अवगच्छामि तर्हि यदि यदि सपाद अध्यायां सूत्र अस्ति तस्य अधिकार त्रिपादसूत्र सूत्र सम्बन्धे बहुलमस्ति बलमस्ति. एकनिमिषं महोदय, तादृशम् इदानीं किञ्चित् अहं वदामि भवतः प्रश्नस्य प्रश्नम् अस्ति चेत् पृच्छतु. इदानीं किम् उक्तम् अस्ति इत्युक्ते तत्र अष्टाध्याय्यां भागद्वयं वर्तते. प्रथमः भागः अस्ति सपादसप्तायी सप्ताध्यायी. द्वितीयभागः अस्ति त्रिपादी. यथा भवता उक्तं तत्र त्रिपादी इत्युक्ते अन्तिम त्रयः पादाः अन्तिम अष्टाध्याये द्वितीयपादः तृतीयपादः चतुर्थपादः एव त्रिपादी. तस्य अधिकारः इदानीं पुस्तके वयं पश्यामश्चेत् द्वितीयाध्याये प्रथमपादः तत्र एकत्रिंशदधिक एकशतमपुटे पूर्वत्र सिद्धम् इति लिखितमस्ति. तदेव अधिकारसूत्रम्. अधिकारसूत्रम् इत्युक्ते मार्कर् इति एव इतः परं सर्वं पूर्वत्र सिद्धाधिकारे सूत्राणि इति अर्थः. अत्र इत्युक्ते तत्र पूर्वत्र सिद्धम् इत्युक्ते तत्र भागद्वयम् अस्ति इति उक्तं. प्रथमभागः सपादसप्ताध्यायी. यानि सपादसप्ताध्यायी सूत्राणि सपादसप्ताध्याय्यां यानि सूत्राणि सन्ति ते त्रिपाध्यां यानि सूत्राणि सन्ति तेषां प्रति तत्र तेषाम् अवगमनं न भवति. त्रिपाद्यां यानि सूत्राणि सन्ति तेषाम् अस्तित्वमेव नास्ति. सपादसप्ताध्याय्यां यानि सूत्राणि सन्ति तेषां कृते तत्र त्रिपाद्यां यानि सूत्राणि सन्ति तेषाम् अस्तित्वमेव नास्ति. इत्युक्ते ते न पश्यन्ति. सपादसप्ताध्याय्यां यानि सूत्राणि सन्ति तदा ते तानि त्रिपाद्यां विद्यमानानि सूत्राणि न पश्यन्ति, ते न अवगच्छन्ति एव, तादृशानि सूत्राणि सन्ति इत्येव न अवगच्छन्ति. इदानीं तद् एकं कार्यमस्ति. तदनन्तरं द्वितीयकार्यमपि अस्ति, तत्र पूर्वत्र सिद्धम् इति कृत्वा अष्टा त्रिपाद्यां कार्यं कथं भवति इत्यपि एकं मुख्य अंशः अस्ति. तत्र प्रथमसूत्रं क्षम्यतां, तत्र द्वितीयसूत्रं क्रमशः कार्यं भवति. तत्र यथा त्रिपाद्यां तत्र पूर्वत्र सिद्धम् इति कार्यं भवति. क्षम्यतां, तत्र किं भिन्नसूत्रमस्ति, कोऽपि स्मरति वा तत्र परसूत्रस्य बलवत्वं कथं भवति? विप्रतिषेधे परं कार्यं, सत्यं, विप्रतिषेधे परं कार्यम् इति सूत्रेण तत्र कार्यं भवति. अत्र कार्यं किञ्चित् भिन्नं भवति, त्रिपाद्यां किञ्चित् कार्यं भिन्नं भवति इति कृत्वा तत्र शास्त्रसिद्धं कार्यासिद्धम् इति द्वयं लिखितमस्ति. कार्यासिद्धम् इति कश्चन सिद्धान्तः अस्ति, शास्त्रासिद्धम् इति कश्चन सिद्धान्तः अस्ति. शास्त्रासिद्धम् इति किं, कार्यासिद्धम् इत्युक्ते किम् इति अग्रिमपरिच्छेदे लिखितमस्ति, तत् पठामश्चेत् किञ्चित् अवगमनं सम्यक् भवति. गोमती भगिनी भवती पठति वा? आम् एकनिमिषं. पूर्वत्र सिद्धम् इत्यस्य कार्यं द्विविधं, शास्त्रासिद्धं कार्यासिद्धं च. द्वयोः सूत्रयोः प्रसक्तिः समानकाले समानस्थले चेत् परत्रिपादिसूत्रं स्वयम् असिद्धम् इति कारणात् शास्त्रसिद्धम् इति उच्यते. पूर्वमेव त्रिपादिसूत्रस्य कार्यं कारितं चेत् तर्हि तत्पश्चात् सपादसप्ताध्यायीसूत्रं वा पूर्वा त्रिपादिसूत्रं वा आयाति चेत् तयोः मनसि परत्रिपादिसूत्रस्य कारितं कार्यं न दृश्यते एव. यतः एतेन परत्रिपादिसूत्रेण यत् किमपि क्रियते तत् पूर्वत्र सिद्धम् इत्यनेन असिद्धम्, इदं कार्यासिद्धम् इति उच्यते. अत्र किं लिखितमस्ति? शास्त्रासिद्धं कार्यासिद्धम् इति द्वे विधानि कार्याणि भवन्ति पूर्वत्र सिद्धम् इति सूत्रे. एकस्मिन् स्थले एकस्मिन् काले द्वे सूत्राणि अस्ति स्तः चेत् कानि सूत्राणि प्रवर्तनं करोति इति संशयः भवति चेत् अत्र भगिनि त्रिपाद्यां यत् परमस्ति तत् पूर्वं यद् पूर्वमस्ति तत् परं यद् सूत्रं वदति तद् न पश्यति. तत्र सपाध्यायाम् अत्र कार्यं न भवति. त्रिपाद्यां पूर्वसूत्रं यदा कार्यं करोति तत्र कार्यं पूर्णमेव अभवत् तत् परसूत्रं न पश्यति. अस्तु वा भगिनि, तत्र अत्र किं लिखितम् अस्ति इत्युक्ते शास्त्रसिद्धम् इत्युक्ते इदानीं भागद्वयम् अस्ति खलु, एकमस्ति सपादसप्तायी, द्वितीयभागः अस्ति त्रिपादि. इदानीं यत्किमपि सूत्रं सपादशब्दाध्यायी मध्ये अस्ति इति स्वीकुर्मः, यत्किमपि सूत्रं भवतु, तस्य सूत्रस्य दृष्ट्या त्रिपादि एव न अस्ति, त्रिपादि इति कश्चन भागः अस्ति इत्येव न जानाति. अस्तु, इदानीं तत्र अस्माकम् उदाहरणं स्वीकुर्मः, उदाहरणत्वेन पश्यामश्चेत् किञ्चित् अवगमनं सम्यक् भवति इति अहं चिन्तयामि. अस्माकम् उदाहरणं किं, तत्र उपचर्मन् इति अस्ति खलु, उपचर्मन् इति अस्ति. इदानीम् अत्र अस्माकं प्रश्नः कः, न वेभावात् अतोन्तपञ्चम्याः इति सूत्रं प्रवर्तते वा न प्रवर्तते वा इत्येव खलु. तदेव अस्माकम् उपचर्म इति अस्ति, नकारस्य लोपः अभवत्, अव्यताप्सुपः इति सूत्रेण लोपः अभवत्. इदानीम् उपचर्म इति अस्ति. इदानीं नव्यभावात् अतोन्तपञ्चम्याः कुत्र अस्ति, सपादसप्ताध्यायां वा सपादसप्ताध्यायम् अस्ति, सपादसप्ताध्याय अस्तु. न लोपप्रातिपदिकान्तस्य कुत्र अस्ति, त्रिपाद्यायां पूर्वत्रसिद्धाधिकारे अस्ति, पूर्वत्रसिद्ध अधिकारे अस्ति, पूर्वत्रसिद्ध अधिकारे तत्र अस्ति चेत् त्रिपाद्यां इदानीं विद्यमानं सूत्रमस्ति, नवीभावात् अतोन्तपञ्चम्याः सपादसप्ताध्यायम् अस्ति. तत् सूत्रं न लोपप्रातिपदिकान्तस्य इति सूत्रं न जानाति, पश्यति इत्युक्ते न जानाति, तस्य दृष्ट्या तादृशसूत्रम् अस्ति इत्येव न अस्ति, तादृशसूत्रमेव नास्ति. न लोपप्रातिपदिकान्तस्य अस्ति वा इति नाविभावात् अतोन्तपञ्चम्याः इति सूत्रं वयं पृच्छामश्चेत् तत् सूत्रं वदति, तादृशसूत्रम् अहं न जानामि भो इति वदति इति वदति इति कृत्वा इदानीं न लोपप्रातिपदिकान्तस्य कुत्र अस्ति, त्रिपाद्यायामस्ति. इदानीं तत् सूत्रं किं करोति, तत् सूत्रम् उपचर्मन् इत्यस्य नः लोपः भवति, उपचर्मा इति भवति, नकारस्य लोपः भवति, नकारस्य लोपः करोति. इदानीम् एतत् कार्यम् अनेन सूत्रेण कृतं, न लोपप्रातिपदिकान्तस्य इति सूत्रेण कृतं नकारस्य लोपः. एतत् कार्यं त्रिपाद्यां विद्यमानसूत्रम् अवि न विभावात् अतोन्तपञ्चम्याः न जानाति, एकं कार्यमस्ति, तादृशसूत्रम् अस्ति इत्येव न तस्य दृष्ट्या नास्ति. इदानीं तत् कार्यं न यत्कार्यं न लोपप्रातिपदिकान्तस्य इति सूत्रेण कृतं तदपि न जानाति इति अर्थः. इदानीं इदानीं नव्यभावात् अतोन्तपञ्चम्याः इति सूत्रस्य दृष्ट्या पश्यामश्चेत् इदानीमपि उपचर्मन् इत्येव अस्ति तस्य दृष्ट्या. किमर्थं न लोपप्रातिपदिकान्तस्य इति सूत्रं न जानामि, अपि च तत् तेन सूत्रेण किं कृतम् अपि अहं न पश्यामि इति वदति न विभावत् अतोन्तपञ्चम्याः. एतदेव कार्यसिद्धं शास्त्रसिद्धम् इति, शास्त्रसिद्धम् इत्युक्ते शास्त्रसिद्धम् इत्युक्ते तत्र त्रिपादि इति कश्चन भागः अस्ति इत्येव सपादसप्ताध्याय्यां यानि सूत्राणि सन्ति तेषां ज्ञानम् अस्ति. त्रिपादि इति कश्चन भागः इति वयं न जानीमः इति वदन्ति सपादसप्ताध्याय्यां विद्यमानानि सूत्राणि. इदानीं त्रिपाद्यां यत् कार्यं कृतं तदपि तेन जानन्ति एव, तानि सूत्राणि न जानन्ति एव. इति कृत्वा अत्र अत्र अत्र प्रश्नः अस्ति वा यस्य कस्यापि एतद् यत् मया उक्तम् महोदय एकवारं पुनः वदतु महोदय शास्त्रसिद्धम् अपि कार्यसिद्धं भेदः कः अत्र शास्त्रसिद्धम् इत्युक्ते सरलभगिनी भवती प्रयत्नं करोति वा अहम् एकवारम् उक्तवान् प्रायः तत्र मम मम प्रयत्नः व्यर्थः अस्ति किञ्चित् भवती समीचीनं वदति महोदय शास्त्रसिद्धं कार्यसिद्धम् इति पूर्वतः सिद्धं तस्य द्वे भागद्वयम् अस्ति वयं जानीमः सप्ताध्यायी इति सपादसप्ताध्यायी मीन्स् प्रथम अध्यायस्य अष्टमध्यायस्य प्रथमपादपूर्व अन्त्यम् अस्ति सपादसप्ताध्यायी द्वितीयभागम् अस्ति त्रिपादी अष्ट अध्यायस्य द्वितीयपादस्य प्रथमसूत्र आरभ्य अन्तं पर्यन्तं चतुर्थ पादे चतुर्थाध्याय अष्टमध्यायस्य चतुर्थपादस्य अन्तिमसूत्रपर्यन्तम् इदानीं यदि शास्त्रार्थं वयं वदामः यदि द्वे सूत्रे एकम् अस्ति सप्ताध्यायी वा आगच्छति त्रिपाद्या सूत्र त्रिपाद्यां यत् सूत्रम् अस्ति द्वयोः यदि बलाबलं चिन्तनं भवति सङ्घर्षः आगच्छति तत् कः सूत्र बलवत् भवति तत्र पूर्वसूत्रं बलवत् भवति पूर्वसूत्रं यत् त्रिपादीसूत्रस्य अपेक्षया सपादसप्ताध्यायी सूत्रं बलवत् अस्ति यदि त्रिपाद्यां सूत्रम् अस्ति तत्र पूर्वसूत्रमस्ति यथा अष्टाध्यायस्य द्वितीयसूत्रपादस्य प्रथमं सूत्रं तृतीय चतुर्थ अन्तिमसूत्रपर्यन्त अपेक्षया बलवत् अस्ति त्रिपाद्यां पूर्वसूत्रं परसूत्रात् बलवत् भवति अष्टपादसप्ताध्यायी सूत्रम् त्रिपादीसूत्रस्य अपेक्षया बलवत् भवति इति अस्ति शास्त्रसिद्धं कार्यं कार्यसिद्धं कार्यमस्ति यदि त्रिपादीसूत्रस्य कार्यम् अभवत् पूर्वमेव अभवत् यथा वयं जानीमः न लोपप्रातिपदिकान् तस्य यदि उपचर्मन् अति अत्र तस्य प्रातिपदिक अपि पदसंज्ञा भूत्वा तदनन्तरं न लोपप्रातिपदिकान्त इति सूत्रम् आगच्छति नकारस्य लोप अभवत् इदानीं यदि वयं नव्यविभाव पञ्चमस्य इति नव्यविभावतो अति पञ्चम्या इति सूत्रस्य यदि प्रसक्ति पश्यामः किं भवति इदानीं वयं इति चिन्तयामः उपचर्म इति अदन्तम् अङ्गम् अस्ति कथं नवविभाव अतो पञ्चम्याम् इति कार्यं न करोति यदि सूत्रसङ्ख्यां पश्यामः नव्यविभावात् पञ्चम्या इति सूत्रस्य सङ्ख्या अस्ति द्वितीय अध्यायस्य चतुर्थपादम् अस्ति न लोपप्रातिपदिकस्य प्रातिपदिकान्तस्य सूत्रसङ्ख्या अस्ति अष्टमाध्यायस्य द्वितीयपादस्य त्रिपादीसूत्रम् अस्ति नव्ययीभाव अतो पञ्चम्याम् इति उपचर्म इति न पश्यति स केवलम् उपचर्मन् इति पश्यति सो यदि उपचर्मन् अस्ति तद् नकारान्तपदम् अस्ति यदि नकारान्तपदम् अस्ति तत्र न अव्ययीभावात् अतो पञ्चम्या तस्य प्रसक्तिः नास्ति कारणकि तस्य प्रसक्तिः यदि अस्ति यदि अदन्तम् अङ्गं भवेत् अपि सुप्रत्ययस्य लोपः न भवति पूर्वम् इति कार्यसिद्धम् आगच्छति तत्र सो कार्यसिद्धं भवति कारणकि न लोपप्रातिपदकं तस्य त्रिपादी यत् अस्ति सूत्रं तस्य कार्यम् अभवत् तस्य प्रति पूर्वसूत्रम् अष्टाध्यायी सप्तसप्ताध्यायी पूर्वसूत्रं वा त्रिपाद्यमे पूर्वसूत्रं यत् अस्ति तस्य कार्यं न पश्यति तत् ब्लैण्ड् अस्ति इति तत् तत्र समीचीनम् अत्र स्पष्टतया उक्तवती भगिन्या भगिनी तदेव अस्ति. मम एकः प्रश्नः अस्ति महोदय. त्रिपाद्यायां यानि यानि सूत्राणि सन्ति तानि सूत्राणि सपाद्यायां कानि कानि भवन्ति यदि न जानाति एव. सत्यं. कनेक्षन् अस्ति नास्ति कनेक्षन् एव नास्ति कनेक्षन् एव नास्ति. ओके ओके अस्तु अस्तु. शास्त्रार्थं दृष्टवन्तः यदि रसाभ्याङ् अस्ति चर्मणे इति तत्र सत्यं तत्रापि तस्य उदाहरणं कुत्र अस्ति तत्रापि अट्कुप्वाङ्गमपि त्रिपाद्यामेव अस्ति अन्तिमभागे आयाति तत् सूत्रम् अस्तु. तस्य नकारस्य नत्वं भवति चेत् तत्र पुनः त्रिपादीसूत्र नत्वम् आधारीकृत्य किमपि कार्यं न भवति. यदा नकारस्य नकारं भूत्वा तदनन्तरं भिन्नकार्यं त्रिपाद्यां भवति वा इति प्रश्न सप्तादशब्दाद्यां भवति वा इत्युक्ते न भवति. किमर्थं चेत् कार्यासिद्धं भवति. तत्र कनेक्षन् नास्ति इत्येव सम्पर्कः न भवति. तु प्रधानचिन्तनम् अस्ति इदानीं सपादसप्ताध्याय्यां यस्य कस्यापि सूत्रस्य प्रसक्तिः अस्ति चेत् तत्सूत्रम् एव प्रवर्तते प्रथमम्. त्रिपादीसूत्रस्य अपेक्षया सपादसप्ताध्याय्यां विद्यमानस्य सूत्रस्य बलम् अधिकम् अस्ति. तदेव तस्य भिन्नरीत्या एव तस्य समान अर्थः अस्ति. सपादसप्तादिसूत्रं त्रिपादिसूत्रं न पश्यति इति अर्थः. किञ्चित् म्यूट् मध्ये भवतु भगिनि. शब्दः न पश्यति अर्थः. इदानीं द्वितीय कार्यमस्ति त्रिपाद्यां यत् येन केनापि सूत्रेण कार्यं यत्किमपि कार्यं कृतं तत् कार्यं सपादसप्ताध्याय्यां विद्यमानं सूत्रं न पश्यति. तद् कार्यसिद्धम् एवं देव केवलम् अंशद्वयमेव अस्ति. तत्र अत्र सपाद त्रिपाद्याम् एकमपि विशिष्टकार्यम् अस्ति. तद् सन्दर्भ अनुसारं वदामि. इदानीं तस्य प्रसक्तिः नास्ति अस्मिन् प्रसङ्गे. इदानीं शर्मिला भगिनी. आं महोदय. इदानीं द्वितीय बिन्दुः अस्ति तत् सम्पूर्णतया पठति वा. एकनिमिषं महोदय. इदानीं सुप् प्रत्ययस्य लोपः जातः. इदानीं सुप् प्रत्ययस्य लोपः जातः तत्पश्चात् उपचर्मन् इति प्रातिपदिकान्तस्य पदस्य अन्ते विद्यमानस्य नकारस्य लोपः जातः न लोपः प्रातिपदिकान्तस्य इत्यनेन. अधुना उपचर्म इति अदन्तम् इत्यतः न अव्ययीभावात् अतोऽन्तु अपञ्चम्या इति सूत्रस्य प्रसक्तिः स्यात् इति चिन्तनं दोषपूर्णम्. किमर्थम् इति चेत् उपचर्मन् योगः सु इत्यत्र न अव्ययीभावात् अतोऽन्तु अपञ्चम्या इति सूत्रस्य प्रसक्तिः नास्ति इत्यतः सुग्लुक् निषेधः न जातः अमादेशः न जातः. अतः एव अव्ययादाप्सुपः इति सर्गसूत्रेण सुप्रत्ययस्य लोपः जायते. सुप्रत्ययस्य लोपानन्तरम् उपचर्मन् इति प्रातिपदिकस्य पदस्य च अन्ते विद्यमानस्य नकारस्य लोपः कृतः न लोपः प्रातिपदिकान्तस्य इति सूत्रेण उपचर्म इति अदन्तं पदं सिद्धम्. अधुना न अव्ययीभावा ततोऽन्तु अपञ्चम्या इत्यस्य प्रसक्तिः अस्ति वा? अत्र न अव्ययीभावा ततोऽन्तु अपञ्चम्या इति सूत्रं कथं वा सुग्लुक् निषेधयितुं शक्नोति, यतो हि सुग्लुक् तु जातः एव। यदा सर्वदा स्मर्तव्यं यत् न अव्ययीभावा ततोऽन्तु अपञ्चम्या इति सूत्रस्य प्रथमं कार्यं किम्? अग्रे अपि सुप्रत्ययस्य लोपनिषेधः एव प्रथमं कार्यं येन अव्ययदाप्सुतः इति सूत्रं बाधितं भवति। तदनन्तरं द्वितीयं कार्यम् अमादेशः सर्वासु विभक्तिषु पञ्चमी विहाय। यदा अव्ययद् आप्सुतः इति कार्यमेव जातं, तत्पश्चात् न अव्ययीभावात् अत्वन्तु अपञ्चम्या इति सूत्रस्य चिन्तनमेव न कार्यम्। सत्यम्। एतावता तत् किम् उक्तम् इति किञ्चित् वदति वा? पञ्चनिमिषं स्वीकरोमि अधिकतया किञ्चित् वदतु। उपचर्मनियोगः किञ्चित् अवगच्छामि। उपचर्मनियोगः सु इति स्थित्यां वयं प्रथमतः अव्ययद् आप्सुतः इत्यस्य प्रसक्तिः भवति वा न वा इति पश्यामः। तत्र पुनः प्रातिपदिकम् अदन्तम् अस्ति वा न वा, तेन अदन्तम् अस्ति चेत् न वै भावातत्वं अपञ्चम्या इति सूत्रस्य प्रसक्तिः भवति, सुग्लुकस्य निषेधः भवति। न लोपः प्रातिपदिकान्तस्य तु त्रिपाद्याम् अस्ति, अतः इदानीं वयं उपचर्मनियोगः सु पश्यामश्चेत् तत्र प्रातिपदिकं तु अदन्तं नास्ति, अतः सुग्लुक् भवति एव अव्ययदाप्सुतः इत्यनेन। अत्र कार्यं किञ्चित् इत्युक्ते किञ्चित् भिन्नरीत्या वयं वक्तुं शक्नुमः। इत्युक्ते प्रथमं किं क्रमेण गच्छामश्चेत् किञ्चित् सुलभः भवति इति चिन्तयामि। उपचर्मन् सु इति अस्ति। उपचर्मन् सु इत्यत्र सूत्रद्वयम् अस्ति। कार्यं कर्तुं सूत्रद्वयम् अस्ति। प्रथमसूत्रमस्ति अव्ययात् आप्सुपः, द्वितीयसूत्रमस्ति नावयात् अतोऽन्तपञ्चम्याः। इदानीं किं सूत्रं प्रवर्तते? तत्र नाव्ययभावात् अतोऽन्तपञ्चम्याः इति सूत्रं तत्र कार्यं न करोति। किमर्थं? तत्र उपचर्मण् इति अदन्तं नास्ति। उपचर्मण् अदन्तं नास्ति इति कृत्वा तत्सूत्रं न कार्यं करोति। तत् कार्यं न करोति चेत् अम्मादेशे न भवति, सुप्रत्ययानाम् अम्मादेशे न भवति। इदानीम् अव्ययीभावात् अतोऽन्तपञ्चम्याः इति सूत्रं न कार्यं करोति चेत् सामान्यसूत्रमस्ति अव्ययात् आप्सुपः, तत्सूत्रं कार्यं करोति। तत्सूत्रम् इदानीम् उपचर्मन् योगसु इत्यत्र सुविभक्ति प्रत्ययानां लोपं कारयति, तदा उपचर्मन् इति भवति। इदानीं पुनः नवीभावात् अतोऽन्तपञ्चम्याः इति सूत्रं कार्यं करोति वा? न कार्यं करोति। किमर्थम्? अत्र पुनः अदन्तमङ्गं नास्ति, सुब्प्रतिमपि नास्ति इति कृत्वा पुनः तत् कार्यं न करोति। इदानीं किं सूत्रं कार्यं कर्तुं शक्यते? अव्ययात् आप्सुपः इति कार्यं कृतम्। इदानीं सपादसप्ताध्यायां किमपि सूत्रं न कार्यं करोति। इदानीं किं भवति? कार्यं त्रिपादीं प्रति आगच्छति। त्रिपाद्याम् एकं सूत्रमस्ति न लोपो प्रातिपदिकान्तस्य इति सूत्रं, पदस्य अन्तस्य नकारस्य लोपः भवति इति तस्य अर्थः। इदानीं तत् सूत्रं कार्यं करोति, तदा किं भवति? उपचर्म इति भवति. इदानीम् एतत् कार्यं कुत्र अभवत्? त्रिपाद्याम् अभवत्. इदानीं पुनः वयं सपादसप्ताध्यायां प्रति सपादसप्ताध्यायी प्रति प्रति आगच्छामः. तत्र सूत्रमस्ति नवये भावात् अतन्तपञ्चम्याः. तद् इदानीं पश्यति, इदानीं नकारः नास्ति इति कृत्वा अहं कार्यं करोमि वा इति. इदानीं त्रिप तत्र पूर्वत्र सिद्धं वदति, हे भो, एतत् कार्यं कुत्र अभवत्? त्रिपाद्यम् अभवत्. भवान् तत् इदानीं न कार्यं करोति. किमर्थमित्युक्ते भवत्याः दृष्ट्याः इदानीं नकारः अस्ति इति एव वदति. इदानीं नवीभावात् अतोम्बपञ्चम्याः किं रूपं पश्यति इत्युक्ते उपचर्मन् इत्येव रूपं पश्यति. उपचर्म इति रूपं न पश्यति. तत्र कार्यात् सिद्धम् अस्ति. अवगतं वा? अवगतम्. अस्तु, अत्र वयं स्थगयामः. संशयः अस्ति चेत् पृच्छन्तु. अग्रिमवर्गे इतोपि किञ्चित् चर्चाम् एकस्मिन् विषये अपि कृत्वा अग्रे सरेम, किञ्चित् स्पष्टः भवति. एकवारं सर्वे किं कुर्वन्तु, अहं यानि सूत्राणि अस्माभिः पठितानि तानि सूत्र तेषाम् एकम् आवलिं स्वीकुर्वन्तु. तदा किञ्चित् सुलभः भवति अवगमनं, कानि कानि सूत्राणि सन्ति, कुत्र कुत्र प्रवर्तते, किं सूत्रं कुत्र प्रवर्तते इति किञ्चित् लघु टिप्पणीं स्वीकरोति चेत् किञ्चित् सुलभः भवति अवगमनं. सर्वत्र इदानीं वयं किं कुर्मः, यदा संशयः अस्ति चेत् सर्वदा करपत्रमेव तत्र करपत्रे अन्वेषणं कुर्मः, तत् सम्यक् न भवति. किञ्चित् लघु टिप्पणी स्वीकरोति चेत् तदा अस्माकम् अवगमनं शीघ्रं भवति, प्रश्नस्य उत्तरमपि शीघ्रं लभते. अस्तु अस्तु, तर्हि अत्र विरमामः. अस्तु, सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. अस्तु.